सहनावतु सहनौ भुनः वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। श्रीगुरुभ्यो नमः। हरिः ओम्। धन्यवादः महोदय। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानविषयः अस्ति तत्र कर्मणि अपि भावे प्रयोगः। तत्र लोट् लकारः इति मूलविषयः। तत्र कर्मणि भावे प्रयोगः वयं लट् लकारे दृष्टवन्तः। इदानीं तत्र लोट् लकारे रूपं कथं भवति इति अस्माकं विचारः। तत्र वयं पाठं पठितवन्तः, अभ्यासान् अपि कृतवन्तः। अहं चिन्तयामि तत्र 136-137 मध्ये प्रायशः तत्र द्वितीय अभ्यासः कृतवन्तः खलु। तत्र अतः तत्र द्वितीय अभ्यासः केवलम् आरम्भं कृतवन्तः महोदय। तत्र प्रायशः अभ्यासः न कृतवन्तः इति मन्ये। द्वितीय तु न कृतवान्, द्वितीय प्रथमं कृतवन्तः, द्वितीयं न कृतवन्तः अपि। तदनन्तरं पेज् 138 मध्ये किमपि न कृतवन्तः। तृतीय अपि चतुर्थः अभ्यासौ न कृतवन्तः इति मन्ये। न कृतवन्तः। अस्तु अस्तु अस्तु, तर्हि अस्तु। एकस्मिन् समये पञ्चम अभ्यासं कृतवन्तः, किन्तु तत् बहु काल अतः पुनरेकवारं कुर्मः। अस्तु, सत्यं, समीचीनमेव। अस्तु तर्हि गीताञ्जलि भगिनी, नमस्कारः भगिनि। अस्तु तर्हि तत्र नमस्कारः भगिनि। अस्तु तत्र, अतः तत्र पेज् 137 द्वितीय अभ्यासः इति ततः आरम्भं कुर्मः। किन्तु आरम्भे तत्र पुनस्मरणं कुर्मश्चेत् सुलभं भवति इति कृत्वा तत्र एकवारं तत्र नियमाः के इति चिन्तयामः। तत्र कर्मणि प्रयोगे तत्र सर्वे मिलित्वा वदामः। तत्र कर्तृप्रयोगे तत्र सूत्रं किम्? एकं द्वे एकं, तत्र एकं द्वे एकं नाम किम्? एकं नाम कर्तृपदं प्रथमाविभक्तौ, द्वे नाम कर्मपदं द्वितीयाभिविभक्त्यन्तम्। अपि पुनः एकम् इति अस्ति सूत्रे, नाम क्रियापदं क्रियापदं क्रियापदम् एकं नाम क्रियापदं कर्तृपदं अनुसरति। कस्मिन् विषये? वचने अपि पुरुषे, पुरुषे अनुसरति। इदानीं कर्मणि प्रयोगे नियमः कः? तत्र सूत्रम् अस्माकं सूत्रमस्ति, त्रीणि एकम् एकम्। त्रीणि नाम कर्तृपदस्य तृतीयाविभक्त्यन्तं, कर्मपदस्य प्रथमाविभक्त्यन्तं, पुनः एकमस्ति त्रीणि एकम् एकम् इति। पुनः एकं किमर्थम् इत्युक्ते इदानीं क्रियापदं कर्मपदम् अनुसरति। नाम तत्र क्रियापदं सर्वदा प्रथमाविभक्त्यन्तपदम् एव अनुसरति, कर्तृप्रयोगे वा कर्मणि प्रयोगे वा, खलु? नाम क्रियापदं कर्मणि प्रयोगे कर्मपदम् अनुसरति। कस्मिन् विषये? तत्र वचने पुरुषे। तत्र क्रियापदस्य रूप तत्र नवरूपाणि सन्ति, त्रयं तत्र पुरुषत्रयम् अपि वचनत्रयम्। अतः तत्र गुण तस्य गुणितं तत्र त्रिगुणितं त्रि किं भवति? नव भवति इति कृत्वा तत्र नवरूपाणि सन्ति। अस्मिन् विषये क्रियापदं कर्मपदम् अनुसरति कर्मणि प्रयोगे। अपि तत्र कर्तृपदस्य कर्मपदस्य विभक्तिपरिवर्तनं वयं जानीमः एव, तत्र तस्मिन् विषये क्लेशः एव नास्ति। किन्तु क्रियापदस्य परिवर्तनं तत्र किं कुर्मः? क्रिया कर्तृप्रयोगस्य क्रियापदं स्वीकृत्य धातुः कः इति दृष्ट्वा तदनन्तरं किं कुर्मः? यकारः यकारः योजयामः. यकारस्य योजनानन्तरं किं कुर्मः? आत्मनेपदी आत्मनेपदी धातु इति चिन्तयित्वा रूपाणि कुर्मः. तावदेव. अपि तत्र पुनः तत्र कर्मणि प्रयोगे भावे प्रयोगे तयोः मध्ये कः भेदः? भावे प्रयोगः सर्वदा आत्मनेपदीरूपे एकवचने प्रथमपुरुषे एव भवति. हा, तत्र केवलं प्रथमपुरुष एकवचनं रूपमेव भवति. अपि कस्य धातोः भावे प्रयोगः? कस्य धातोः? अकर्मकधातोः भावे प्रयोगः एव भवति. हा, अकर्मकधातुः इत्युक्ते भावे प्रयोगः, सकर्मकधातुः इत्युक्ते कर्मणि प्रयोगः. तत्र कर्तृपदं भवति न वा भवति इति विषयः नास्ति, यतोहि तत्र सः गच्छति तेन गम्यते इति एव भवति. तत्र सः कुत्र गच्छति, किं गच्छति, किमपि तत्र कर्मपदं भवेत्. यदि नास्ति चेदपि तत्र कर्मणि प्रयोगः एव इति वयं जानीमः. अतः केवलं तत्र अकर्मकः धातुः वा सकर्मकः धातुः वा तम् आधारीकृत्य एव तत्र कर्मणि प्रयोगः वा भावे प्रयोगः इति चिन्तनं भवति. अस्तु तर्हि इदानीम् अतः तत्र अग्रे गन्तुं शक्नुमः. इदानीम् एतावत् यत् उक्तवन्तः तत्तु लट्लकारस्य भावे कर्मणि प्रयोगः लट्लकारे. इदानीं तत्र पुनः तत्र लट्लकारस्य यथा कुर्मः तथैव तत्र लोट्लकारः अपि तदेव क्रियापदं स्वीकृत्य आत्मनेपदी क्रियापद यत् तत्र धातुः मूलधातुः आसीत् कर्तृप्रयोगे यक् यकारः योजयामः तदनन्तरम् आत्मनेपदी धातु इति चिन्तयामः तस्य आत्मनेपदे धातोः लोट्लकाररूपं कुर्मश्चेत् भावे वा कर्मणि प्रयोगः लोट्लकारे लभ्यते. तावदेव. अस्तु इदानीं तत्र एतत् कुर्मः तत्र तत्र पश्यतु इति अस्ति तत्र सूर्यकुमारी भगिनी तत्र पश्यतु इति तत् करोति वा एकवारं वदति वा पेज् 137 मध्ये. आं महोदय. नमस्ते. नमस्ते भगिनि. पश्यतु दृश्यतां कर्तृप्रयोगे पश्यतु लोट्लकार एकवचनं दृश्यतां दृश्येतां दृश्यन्तां कर्मणि प्रयोग एक द्वितीय तृतीय वचनं प्रथमपुरुषे प्रथमपुरुष मध्यमपुरुष दृश्यस्व दृश्येतां दृश्यद्वं उत्तमपुरुष एकवचनं दृश्यै दृश्यावहै दृश्यामहै. समीचीनं भगिनि. इदानीं तत्र तत्र पश्यतु इति उक्तवती खलु तत्र पश्यतु इति एकवचने अस्ति तत्र नवरूपाणि वदतु पश्यति इति परस्मैपदीधातोः लोट्लकाररूपाणि. पश्यतु पश्यतात् पश्यतां पश्यन्तु पश्य पश्यतं पश्यत पश्यानि पश्याव पश्याम. समीचीनं भगिनि. हा इदानीं तत्र कर्तृप्रयोगस्थाने कर्मणि प्रयोगः तत्रापि नवरूपाणि वयं जानीमः. समीचीनं भगिनि. अस्तु इदानीम् अग्रे तत्र हा भगिनि इदानीं तत्र कविः इति हा तत्र अस्तु तत् अग्रे कुर्मः. अस्तु इदानीम् अस्तु हा इदानीम् अग्रे तत्र गीताञ्जलि भगिनि श्रूयते वा? हा अस्तु नमस्कारः. श्रूयते वा? इदानीं श्रूयते भगिनि. हा इदानीं पेज् 137 मध्ये भगिनि अग्रिमं तत्र जानातु इति अस्तु एकनिमेषं महोदय. 137. अस्तु. जानातु इति लोट् अस्ति. ज्ञायताम् इति कर्मणि लोट् अस्ति. ज्ञायतां, ज्ञायेतां, ज्ञायन्तां, ज्ञाय, ज्ञायस्व, ज्ञायेथां, ज्ञायध्वं, ज्ञायै, ज्ञायावहै, ज्ञायामहै. एतानि रूपाणि. हा, समीचीनं भगिनि. हा, इदानीं तत्र जानातु इति अस्ति, तत्र तस्य परस्मैपदे धातोः तत्र लोट् लकारस्य नवरूपाणि वदति वा? आं महोदय, जानातु, जानतां, जानीतां, जानीतां, क्षम्यतां, जानीतां, जानन्, जानन्तु, जानन्तु, जानन्तु एव न महोदय, जानन्तु, समीचीनं, जानन्तु. तदनन्तरं जानस्व, तत्र जानीहि न न जानीहि, जानीहि, जानीहि, जानीतं, जानीतं, जानीध्वं, जानीत, जानीत, तत्र ध्वम् इति आत्मनिपदे धातु मध्ये आगच्छति, किन्तु एतत् परस्मैपदे धातु. हा, ओ क्षम्यतां महोदय, जानीत. हा, जानीत. उत्तमपुरुषे अस्ति जानानि, जानानि, जानाव, जानाव, जानावहै, न न न जानाव, जानाम, जानाव, जानाम, क्षम्यताम्. इदानीं केवलं तत्र पुनस्मरणम्, अत्र लोट्लकारस्य कर्मणि प्रयोगरूपं जानीमः, किन्तु कर्मणि प्रयोगं जानीमश्चेत् कर्तृप्रयोगः अपि तस्य अपि ज्ञानं भवेत् खलु, अतः तावदेव. यतोहि तत्र कर्तृप्रयोगतः कर्मणि प्रयोगं कर्तुमिच्छामः चेत् तत्र कर्तृ क्रियापदं दत्तं भवति, किन्तु कर्मणि प्रयोगम् एव कर्मणि प्रयोगः एव दत्तः इति चिन्तयामः, किन्तु इदानीं तत्र कर्तृरूपं किम् इति प्रश्नः उदेति चेत् तत्र कर्तृरूपमपि यदि जानीमः समीचीनः भवति खलु. तावदेव. अस्तु, समीचीनं भगिनि. अस्तु, इदानीम् अग्रे तत्र शोभा भगिनी, इदानीं तृतीयः वदतु इति. आं महोदय, वदतु इति कर्तरि लोट्लकारे परस्मैपदि, वदतु, वदतां, वदन्तु, वद, वदतं, वदत, वदानि, वदाव, वदाम, अपि च इदानीं तत्र उद्यताम् इति, उद्यताम्, उद्यतां, उद्यताम्, उद्येताम्, उद्यन्ताम्, उद्यस्व, उद्येथाम्, उद्यध्वम्, उद्यै, उद्यावहै, उद्यामहै. समीचीनं, समीचीनं भगिनि. अस्तु, अन्तिमं तत्र लभताम् इति तत्र नरेश् महोदय. आं महोदय, लभताम् अत्र तु प्रथम लभतु नास्ति, न न न, यतोहि लभते इति आत्मनेपदी धातु, आत्मनेपदी धातु. एतावत् तत्र पश्यतु, जानातु, वदतु परस्मैपदी धातुः, लभताम् आत्मनेपदी, इदानीं लभताम् इति, लभते, लभता, लभताम्, लभेताम्, न न न, अस्तु अस्तु, इदानीं तत्र केवलं कर्तृरूपं वदति वा इदानीं. अस्तु अस्तु, हा, समीचीनं. लभतां, लभेतां, लभन्तां, लभस्व, लभेथां, लभध्वं, लभै, लभ, लभावहै, लभामहै, इति कर्तृरूपाणि, कर्तृरूपाणि. इदानीं कर्मणि लभ्यतां लभ्येतां लभ्यन्तां लभ्यस्व लभ्येतां लभ्यध्वं लभ्यै लभ्यावहै लभ्यामहै. हा इति समीचीनं महोदय. अस्तु तर्हि इदानीम् अग्रे गन्तुं शक्नुमः, पश्यामः तत्र किं किम् अस्ति इति. अस्तु अग्रे तर्हि तत्र सूर्यकुमारी भगिनी अग्रिमपुटे आरम्भं करोति वा भगिनि? हा महोदय. यथोदाहरणं कर्मणि परिवर्तय परिवर्तयत. उदाहरणमस्ति सेवकः भारं वहतु. कर्तृपयोगः अस्ति, सेवकः भारं वहतु. सेव कर्मणि प्रयोग सेवकेन पारः ऊह्यताम्. उदाहरणम् तत्र किं किं परिवर्तनम् अभवत्? सेवकः इति सेवकः तृतीय भवति सेवकेन. भारं द्वितीय अस्ति, प्रथमं भवति भारः एकवचनं. वहतु एकवचनं लोट्लकारः. कर्मणि प्रयोगे ऊह्यताम् इति. इदानीं तत्र कर्तृ एतत् कर्मणि प्रयोगः वा भावे प्रयोगः वा? कर्मणि भारं भारः इति कर्मपदं कर्मपदम् अस्ति चेत् अस्ति अस्ति अतः तत्र कर्मणि प्रयोगः. समीचीनं भगिनि. इदानीं प्रथमवाक्यं सारथिः रथं स्थापयतु. सारथिः सारथिना सारथिना हरिहरिणा कविकविना रथः सारथिना स्थीयताम्. सारथिना रथः स्थीयताम् स्थीयताम्. समीचीनं भगिनि. हा तदेव अस्ति. हा स्थीयतां सारथिना रथः स्थीयताम् स्थीयताम्. समीचीनं. द्वितीयः अपि महोदय. अस्तु करोतु भगिनि. भक्तः देवं ध्यायतु. एकनिमिषं भगिनि, एकः निमिषं भगिनि. क्षम्यतां, तत्र स्मो कलरम् आग इति आसीत्, तत् किमर्थम् इति दृष्टवन्तः. तव गृहे महोदय? अस्माकं गृहे एव, तत्र किमपि चिन्ता नास्ति, किन्तु तत् आगतम्. बेटरी महोदय. तत् किमपि अस्ति भगिनि, किन्तु तत्र समस्या नास्ति, किन्तु सम्यक्. अस्तु तर्हि सूर्यकुमारी भगिनी अग्रे. भक्तः देवं ध्यायतु. भक्तेन देवः ध्या धातुः महोदय. तत्र ध्यै धातुः, किन्तु तत्र ध्यायताम् एव भवति भगिनि. ध्यायताम्. ध्यायताम्. भक्तेन देवः ध्यायताम्. समीचीनं भगिनि. अस्तु अग्रे तत्र अस्तु तत्र त्रीणि त्रीणि कुर्मः वा? अतः भगिनी अग्रिममपि करोतु तत्र महोदय. अग्रिममपि करोतु तत्र. योधाः शङ्खनादं शृण्वन्तु. सकर्मकधातुः. योधैः शङ्कनादः श्रूयताम् शृण्वन्तु इति आसीत् तत्र बहुवचनं किमर्थं योधाः अस्ति चेत् इति अस्ति इदानीं श्रूयताम् इति अस्ति एकवचने अस्ति किमर्थं शङ्कनादः इति एकवचनम् अस्ति समीचीनं भगिनि उत्तमम् अस्तु अग्रे गीताञ्जलि भगिनि अस्तु अग्रे तत्र शोभा भगिनी अग्रे आं महोदय तत्र अग्रिमं भवान् कामभोग क्षम्यतां महोदय क्षम्यतां महोदय म्यूट् मध्ये वदामि अस्तु भगिनी अस्तु शोभा भगिनी अग्रे वदति वा क्षम्यताम् अस्तु महोदय चिन्ता धन्यवादः भगिनि अस्तु भवान् कामभोगान् न समीहताम् कामभोगान् कर्मपदं समीहतां भवान् इति भवता भवति तृतीय भवता कामभोगाः न कामभोगाः इति बहुवचनरूपम् अस्ति तत्र कामभोगाः न समीहन्ताम् समीह्यन्ताम् हा तत्र तत्र किं भवति ह्यन्तां वा न महोदय समीह्यन्ताम् हा तत्र समीहतां तत्र धातुः हन् धातुः इति हन्यताम् इति भवति इति मन्ये तत्र तत्र पश्यन्ति अस्मि महोदय हन्यताम् इति सत्यं भगिनि हन् धातुः अतः तत्र भावे प्रयोगे तत्र हन्यताम् इति अस्ति वा हन्यताम् अस्ति हन्यताम् इदानीं तत्र हन्यताम् इति तत्र समी तत्र समीहन्यताम् इति वा अतः समीहन्यन्ताम् इति वा हन्यन्तां महोदय बहुवचनमस्ति अत्र कामभोगाः समीहन्यन्ता किन्तु भवति वा महोदय भावकर्मणि बहुवचने यतोहि कामभोगाः इति अस्ति खलु भगिनि कर्मपदमस्ति अत्र कर्मपदमस्ति खलु अस्तु अस्तु किन्तु अस्तु तर्हि मम तत्र किञ्चित् सन्देहः अस्ति महोदय तत्र कर्मपदम् अनुसृत्य भवति किन्तु एकवचने एव भवति इति नियमः किमर्थं न तत् किं भाव्यप्रयोगे खलु भगिनि भाव्यप्रयोगे महोदय किन्तु एतत् भाव्यप्रयोगः नास्ति खलु एतत् अधुना परिवर्तनं न कृतम् अत्र तु कामभोगान् इति कर्मपदम् अस्ति खलु भगिनि कर्मणि एव करणीयम् अस्तु अस्तु अस्तु कर्मणि एव करणीयं क्षम्यताम् अतः तत्र अत्र हन्यन्ताम् इति अस्ति खलु हन्यन्ताम् इति समीहन्यन्ताम् इति चिन्तयामि किन्तु तत् द्रष्टव्यमस्ति तत्र हन्यताम् अस्ति चेत् तत्र हन्यन्ताम् इति भवति समीहन्यन्ताम् इति एव भवति खलु अतः आम् इति मन्ये महोदय समीकरोति इति अपि अस्ति समीहन्यन्ताम् इति चिन्तयामः अस्तु अस्तु अग्रे भगिनि समीहतां किं भगिनि समीहतं कर्तृप्रयोगे समीहतां वचनं किं महोदय समीहन्ताम् इति तत्र समीहतां भवान् इति अत्र समीहताम् इति एकवचने अस्ति खलु भगिनि, भवान् इति अस्ति खलु प्रयोगः, कः परस्मैपदी वा आत्मनेपदी वा? आत्मनेपदी, आत्मनेपदी हताम् अस्ति, कर्त परस्मैपदी हतात् अस्ति महोदय. तत्र एकवारं पठामि वा महोदय? पठतु भगिनि. तत्र हन् धातुः कर्तरि लोट् लकारे, हतात् हताम् घ्नन्तु, हताम् इति द्विवचने अस्ति किन्तु तत्र तु बहुवचनं न भवति. तदनन्तरम् आहताम् इति अस्ति, आहताम् आघ्नाताम् आघ्नताम् इति बहुवचने आत्मनेपदी लोट्लकारे प्रथमपुरुषे अस्ति महोदय. अतः तत्र अस्तु, तत्र समी तत्र आङ् इति उपसर्गसहित एव भवति इति मन्ये तत्र आत्मनेपदीरूपम्. आहताम् इति एव दत्तम्, आहताम् आघ्नाताम् आघ्नताम् इति परस्मैपदी हतात् हताम् हताम् इति द्विवचने भवति, घ्नन्तु इति भवति बहुवचने. तत्र भवान् इति एकवचने अस्ति, समीहताम् इति अस्ति काम. अतः तत्र रूपाणि कानि भगिनि? तत्र हताम् इति वचनं किम् आसीत्? हताम् इति द्विवचनं, द्विवचने अस्ति. किन्तु तत् अतः तत्र भवान् समीहताम् इति भवान् समीहताम् कामभोगान् इति तु बहुवचने एव अस्ति महोदय. वदतु भगिनि. महोदय, तत्र अन्तिमभागे उत्तराणि दत्तानि, तद् दृष्ट्वा वदामि चेत् भवता कामभोगाः न समीह्यन्ताम्, समीह्यन्ताम् इति ह्यन् इति भवति बहुवचनरूपं, ह्यन्ताम् हन्यन्तां नास्ति, हन्यन्तां नास्ति, ह्यन्ताम् इति. अस्तु भगिनि, अतः तत्र द्रष्टव्यमस्ति. अस्तु भगिनि, उत्तमं. अस्तु, अतः उपसर्ग अस्ति महोदय, सम्तो उपसर्ग अस्ति. किन्तु तत्र किन्तु भगिनि मम तु नूतन नूतन मुद्रा अस्ति, सत्यं 193 वा. अस्तु, तत्र एक पुनः तत्र अहं पृष्ट्वा यदि उत्तरं प्राप्स्यामि अहं वदामि. अतः तत्र इदानीं तत्र यत् पुस्तके अस्ति तत् स्वीकुर्मः भगिनि. तत्र गीताञ्जलि भगिनी किम् उक्तवती? समीह्यन्ताम् इति. अस्तु, तत्र अतः तत्र प्रश्नः अस्ति, तत्र धातुः कः इति प्रश्नः. अस्तु, अग्रे गच्छामः भगिनि. तर्हि हि धातु अपि एक धातु अस्ति, हितां जानामि. अस्तु, भवन्तः परमां गतिं प्रयान्तु ओ प्रयान्तु भवन्तः परमां गतिं परायन्तु प्रयान्तु. अस्तु, भवन्तः तु बहुवचनम् अस्ति, भवद्भिः इति परमां गतिं परमां गतिमिति इदानीं तत्र परमाम् इति अस्ति, परमाम् अस्ति चेत् तत्र किं भवति? तत्र लिङ्गं किम्? परमाः वा गतिः तु प्रथमतया भगिनि, तत्र भवन्तः इति कर्तृपदं, कर्मपदं किम् अस्ति अत्र? कर्मपदं गतिं परमां गति किन्तु विशेषणरूपं परमां विशेषभावः अस्ति इदानीं तत्र विभक्तिका तत्र इति तु द्वितीया अस्ति द्वितीया अस्ति इदानीं प्रथमविभक्ति द्वितीया एकवचनं हा इदानीं प्रथमविभक्तिरूपं किम् परमं न परमाम् इति अस्ति परमाम् अस्ति चेत् अपि गतिम् अस्ति हा स्त्रीलिङ्गपदं परमा गति स्त्रीलिङ्गं पदं हा क्षम्यतां महोदय परमा गतिः परमा परमां हा सो अत्र अस्ति भवद्भिः भवद्भिः परमा गतिः गतिः प्रयान्तु अस्ति प्रयायतां दत्तमेव प्रयायतां इति एव प्रयायताम् इति तत्र या धातु या धातुः तत्र याति नाम तत्र गच्छति प्राप्नोति इति अर्थः हा या याति प्राप्नोति याति अतः तत्र यायतां या धातुः पुनः यकारः याम् इति अतः तत्र अत्र धातुः जानीमः धातुः कः इति जानीमः अतः सुलभः पूर्वस्मिन् वाक्ये तत्र धातुः कः इति ज्ञानं नास्ति अतः क्लेशः अस्तु अग्रिमं भगिनि छात्रः पाठौ पठतु तत्र पाठौ इति अस्ति तत्र विभक्तिका पाठौ पाठौ द्विवचने द्वितीया विभक्ति समीचीनं तत्र छात्रः तु छात्रेण छात्रेण पाठौ अधुना प्रथमा पठ्यतां पठ्येताम् समीचीनं इदानीं तत्र उदाहरणं नाम छात्रेण अग्रे किं भवति अग्रे किं भवति एतावत् तत्र एकवचने सर्वम् आसीत् इदानीं द्विवचने प्रायशः भवति इति चिन्तयामि न अथवा न चिन्तयामः पश्यामः अस्तु अग्रिमवाक्यं भगिनि पठामि वा सः अश्वौ सः अश्वौ पश्यतु सः इति तेन अश्वौ दृश्येत् तेन अश्वौ दृश्येताम् समीचीनं भगिनि हा अस्तु अग्रे शुभ भगिनि आं महोदय तत्र त्वं युद्धं कुरु त्वं त्वया भवति त्वया युद्धमेव अस्ति नपुंसकलिङ्गे अस्ति त्वया युद्धं क्रियस्व इति अस्ति महोदय त्वया युद्धं क्रियस्व तत्र कर्मणि प्रयोगे न किन्तु कर्मणि प्रयोगे वयं किम् उक्तवन्तः क्रियापदं सूत्रं किम् कर्मणि प्रयोगसूत्रं किम् अस्ति त्रीणि एकमेकम् तत्र एकमेकं नाम किम् एकमेकं नाम किम् तत्र त्रीणि इति कर्तृपदम् आम् कर्मपदं प्रथमाविभक्ति अपि च अन्तिमं क्रियापदमपि प्रथमाविभक्तौ भवति प्रथमविभक्तौ न भवति अन्तिमं तत्र एकं नाम विभक्ति नास्ति क्षमतां तत्र एकं नाम एकवचने भवति न पुरुष एकम् नाम क्रियापदं यत् पदं तत्र प्रथमविभक्त्यन्तपदम् अस्ति तं पदम् अनुसरति कस्मिन् विषये वचने पुरुषे खलु खलु तत्र कर्तृप्रयोगे किं पदं प्रथमविभक्त्यन्तं भवति कर्तृपदम् अस्तु महोदय त्वया युद्धं युद्धम् अनुसरति तत्र युद्धमेव युद्धं क्रियताम् क्रियताम् क्रियताम् कर्मणि क्रीधातुः क्रियताम् क्रियताम् तत्र किमर्थं क्रियताम् युद्धमेव भवति महोदय युद्धम् इति नपुंसकलिङ्गपदम् इति मम स्मरणे अस्ति नास्ति वा न जाने द्रष्टव्यम् अस्ति दृष्ट्वा वदन्तु तत्र न दृष्टवती महोदय मन्ये युद्धः इति अस्ति वा युद्धम् इति मन्ये न जानामि त्वया युद्धं क्रियताम् त्वया युद्धम् अस्ति चेत् तत्र नपुंसकलिङ्गे एव अस्ति इति मन्ये भगिनि नपुंसकलिङ्गे अस्ति युद्धं क्रियताम् क्रियताम् अस्तु अग्रे अग्रे सेनापतिः सेनां नयतु तत्र सेनापतिः सेनापतिम् इति अस्ति इति कृत्वा अथवा तत्र अत्र पति नास्ति सेनापतिः इति कविशब्दवत् तत्र हरिणा इति भवति चेत् सेनापतिना सेनापतिना सेना इति इति स्त्रीलिङ्गे प्रथमविभक्तौ सेनापतिना सेना नयतु इति अस्ति नियतां भवति सेनापतिना सेना नियताम् यूयं लोकसङ्ग्रहं कुरुत यूयम् इति उत्तमपुरुषे बहुवचने लोकसङ्ग्रहं तत्र लोकसङ्ग्रहः इति अस्ति पुंलिङ्ग शब्दं शब्दः पुंलिङ्गशब्दः एकवचने कुरुत कुरुत इति तु तत्र अस्तु तत्र एकवचने लोकसङ्ग्रहः इति कर्मपदम् अस्ति चेत् यूयम् इत्यस्य युष्माभिः भवति युष्माभिः लोकसङ्ग्रहः कुरुता तत्र पुनः क्रियताम् इति भवति क्रियताम् एव भवति समीचीनं कुरु अपि क्रियतां भवति कुरुता अपि क्रियतां भवति एव भवति समीचीनं यतो हि कर्मपदम् कर्मपदम् एकवचने अस्ति प्रथमपुरुषपदम् अस्ति आम् समीचीनं भगिनि अस्तु अग्रे नरेश् महोदय आम् महोदय मुमुक्षुः अशोच्याय न ददातु मुमुक्षुः तु गुरुशब्दः गुरुः मुमुक्षुना अशो तत्र प्रायशः तत्र णत्वम् अस्ति इति मन्ये महोदय तत्र मुमुक्षुना इति मुमुक्षुना णत्वम् अस्ति अशोच्याय तु अशोच्याय न ददातु ददातु दीयताम् अस्तु किमर्थं दीयताम् किमर्थं दीयन्ताम् इति नास्ति अत्र तु कर्मपदं नास्ति भावे प्रयोगः अस्ति दीयताम् तत्र ददातु इति तत्र अकर्मकः वा सकर्मकः वा ददातु तु सकर्मकः अतः कर्मणि प्रयोगः एव साक्षात् कर्मपदं नास्ति अत्र यत्र कर्मपदं नास्ति तत्र डिफाल्ट् अस्ति खलु तत्र दीयताम् एव समीचीनं यतोहि तत्र कर्मपदं नास्ति चेत् भावे प्रयोगः इव भवति तत्र नाम तत्र किम् अनुसरणीयम् इति न जानीमः अतः तत्र डिफाल्ट् अस्ति प्रथमपुरुषः एकवचनम् इति मुमुक्षुणा अशोच्याय न दीयताम् न दीयताम् इति समीचीनं तत्र मुमुक्षुणा इति तत्र मुमुक्षुः इति तत्र पदस्य बहुवचनं किं मुमुक्षवः मुमुक्षवः गुरवः मुमुक्षवः तत्र तस्य तृतीयविभक्तिरूपं बहुवचने मुमुक्षुभिः मुमुक्षुभिः गुरुभिः इति समीचीनं महोदय. अस्तु अग्रे. त्वं क्षेत्रज्ञं भगवन्तं जानीहि. त्वं क्षेत्रज्ञं भगवन्तं जानीहि. मया क्षेत्रज्ञं क्षेत्रज्ञं भगवन्तं तत्र विभक्तिका क्षेत्रज्ञं भगवन्तं द्वितीया अपि तत्र भगवन्तम् इति द्वितीया अस्ति चेत् प्रथमा विभक्त्यन्तं किमस्ति? भगवान् भगवान् अपि तत्र क्षेत्रज्ञम् इति तत्र अपि भगवन्तं तयोः मध्ये सम्बन्धः अस्ति वा? या विशेषणं विशेष्यं हा अतः इदानीं तत्र यदि भगवान् इति भवति चेत् तत्र क्षेत्रज्ञं किं भवति? क्षेत्रज्ञः. हा अतः त्वया क्षेत्रज्ञः भगवान् जानी न जानीहि इति इदानीं तत्र जानातु इति दृष्टवन्तः खलु पूर्वस्मिन् पुटे. आम् अतः तत्र अत्र तु प्रथम पुरुष न किन्तु किन्तु तत्र जानातु इति क्रियापदस्य तत्र कर्मणि प्रयोगे रूपं किम् आसीत्? जानातु इति साक्षात् जानातु आसीत् चेत् ज्ञायताम् इति भवति खलु. ज्ञायताम् आम् आम् एतदेव वयं दृष्टवन्तः खलु महोदय. इदानीं तत्र जानातु इति स्थाने जानीहि अस्ति चेत् तत्र किं भवति? अत्र कर्मणि आत्मनेपदि ज्ञायताम् त्वया क्षेत्रज्ञः भगवान् ज्ञायताम्. किमर्थं ज्ञायताम् एव अस्ति? किमर्थं तत्र ज्ञायस्व इति किमपि न अभवत्? अत्र तु कर्मणि प्रयोगे अनुसरति. कर्मणि प्रयोगे भगवान् अस्ति. हा भगवान् अस्ति अतः भगवान् मध्यमपुरुषः उत्तमपुरुषः नास्ति तत्र भगवान् इति तत्र पदं तु प्रथमपुरुषपदम् अतः तत्र ज्ञायताम् एव भवति. समीचीनं महोदय. अस्तु अग्रे. बुधः तत्त्वं जानातु. बुधः तत्त्वं जानातु. अत्र तत्त्वं तु कर्मणि प्रयोगः अस्ति. तत्त्वं तु कर्मणि प्रयोगः न कर्मपदम् अस्ति. कर्मपदम् अस्ति. आं कर्मणि पदम् अस्ति. जानातु बुधः. अस्तु. बुधेन तत्त्वं नपुंसकलिङ्गस्ति. नपुंसकलिङ्गपदं बुधेन तत्त्वे तत्त्वं तत्त्वं ज्ञायताम् ज्ञायताम् तत्त्वं ज्ञायताम् समीचीनं ज्ञायताम् समीचीनं महोदय. अस्तु अग्रे तत्र सूर्यकुमारी भगिनी अग्रे. आं महोदय. यूयं राज्यं बुङ्वध्वम् यूयं युष्माभिः राज्यं भुज् धातुः. हा भुज् धातुः समीचीनं. भुज्यताम् भुज् धातुः लोट् लकारे भुज् भुज्य भुज्यतां भुज्यतां राज्यम् एकवचनमस्ति. एकवचने अस्ति समीचीनम्. अतः युष्माभिः राज्यं भुज्यताम् समीचीनं भगिनि. अस्तु अग्रे. अग्रजः अनुजायि अनुजौ नयतु अनुजौ द्विवचनमस्ति अग्रजेन अनुजौ नीयेताम् हा नीयेताम् किमर्थं नीयेताम् कर्मपदं द्विवचनमस्ति कर्मपदस्य वचनं द्विवचनं समीचीनं भगिनि अस्तु अग्रे धर्मनिष्ठाः जयं लभन्ताम् तत्र लभन्ताम् इति अस्ति अतः तत्र क्रियापदं तत्र आत्मनेपदीधातुः न न आत्मनेपदीधातुः वा परस्मैपदीधातुः वा इदानीं न न तत्र लभन्ताम् इति अस्ति चेत् लोटकरूपं दत्तम् अस्ति चेत् तत्र आत्मनेपदीधातुः वा परस्मैपदीधातुः वा आत्मनेपदीधातुः अस्तु समीचीनम् इदानीं तत्र कर्मणि प्रयोगः कः धर्मनिष्ठैः जयं लभ्यताम् तत्र जयं लभ्यतां वा लभ्यन्तां वा लभ्यताम् जयः जयः लभ्यताम् जयः लभ्यताम् जयः धर्मनिष्ठैः जयः लभ्यताम् इति समीचीनं भगिनि अस्तु धन्यवादः भगिनि अस्तु अग्रे गीताञ्जलि भगिनि तत्र दत्तं भवन्तः देशं सेवन्ताम् भवद्भिः देशः सेव्यताम् इति वा सेव्यताम् धातुः देशः सेव्यताम् देशः भवद्भिः देशः सेव्यताम् सेव्यताम् दुर्योधनः आचार्यम् उपसङ्गच्छताम् मम पुस्तके उप अस्ति महोदय दुर्योधनेन आचार्यः उपसङ्गम्यताम् तदेव समीचीनम् गच्छतां गम्यतां गम्यताम् तत्र गच्छताम् इति अस्ति अतः तत्र तत्र धातुः सकर्म तत्र परस्मैपदीधातुः वा आत्मनेपदीधातुः वा अनुसङ्गच्छताम् इति अस्ति अनुसङ्गच्छताम् अतः तत्र धातु तु अत्र तु आत्मनेपदी किन्तु तत्र उपसर्गः सर्वम् अस्ति इति कृत्वा तत्र हा गम् धातु उपकारणेन परिवर्तनं भूत्वा सर्वम् अस्ति अतः तत्र आत्मनेपदी इदानीम् आत्मनेपदी धातु अस्ति तस्य किन्तु तत्र मूलं तु तत्र गच्छति गम् धातुः गम्योगः यकारः गम्यते गम्यताम् उपसङ्गम्यताम् इति रूपं समीचीनं भगिनि अग्रे महोदय तदेव क्षम्यतां वदतु भगिनि तदेव चतुर्थ उदाहरणमपि समीहताम् आत्मनेपदिदातु अस्ति चेत् समीह्यतां शुद्धं भवति समीह्यन्तां कामभोगान् भोगाः समीह्यन्तां शुद्धं भवति तत्र अस्तु, तत्र धातुः कः भगिनि? तत्र हन् धातुः, हा, किन्तु हन् धातुः एव तत्र रूपं किं तत्र समीह्यन्ताम्? तत्र मम मनसि तत्र सम्यक्तया नास्ति भगिनि, तत्र किमर्थं तत्र रूपं तदासीत् इति. तत्र तत्र तत्र उपसर्गः कः अत्र? उपसर्गः कः अत्र समीहतामिति पदे? तत्र किञ्चित् अत्र मम मनसि, मम मनसि तत्र प्रायशः तत्र किं तत्र किमपि द्रष्टव्यम् अस्ति इति मन्ये भगिनि, किं चिन्तयति भवती? खलु तत्र प्रायशः वक्तुं शक्नुमः, किन्तु सन्देहः निस्सन्देहेन एतदेव इति तत्र निश्चयेन वक्तुं शक्नुमः वा? ऊहं कर्तुं शक्नुमः, किन्तु एतदेव अहं जानामि इति तत्र विश्वासेन वक्तुं शक्नुमः वा? पदविच्छेदन अहं न जानामि. अतः तत्र यदि अतः एव तत्र ऊहं कर्तुं ऊहं कर्तुं शक्नुमः, किन्तु सन्देहः अस्ति चेत् यः जानाति अथवा या जानाति ताम् अथवा तम् अथवा तां पृष्ट्वा यदि उत्तरं प्राप्नुमः तत् समीचीनं भवति. अतः तत्र अहं पृच्छामि भगिनि, पृष्ट्वा वदामि. अतः तत्र अग्रिमे वर्गे निश्चयेन वदामि तत्र किं रूपं किम् अपि. अस्तु, अग्रिमं तत्र किम् आसीत्? अग्रिमं पठामि महोदय. यूयं कदापि अधर्मं न कुरुध्वम्. युष्माभिः कदापि, कदापि तु तिष्ठति, युष्माभिः कदापि अधर्मः न क्रियताम्. क्रियताम् अधर्मः न क्रियताम्, न क्रियताम् इति तत्र. युष्माभिः कदापि अधर्मः न क्रियताम्, कदापि तु तिष्ठति, केवलं तत्र परिवर्तनं कर्तृपदस्य कर्मपदस्य एव भवति, अतः तत्र परिवर्तनं नास्ति कदापि इति पदस्य. समीचीनं भगिनि. अस्तु, अग्रे शोभा भगिनि. महोदय, सैनिकाः युद्धक्षेत्रं वीक्षन्ताम्. वीक्षन्ताम् अस्ति चेत् आत्मनेपदी धातुः. सैनिकाः सैनिकैः युद्धक्षेत्रः तत्र वि उपसर्ग ईक्ष् धातुः, अतः तत्र वीक्ष्यताम् इति भवति महोदय. ईक्ष् योगः य ईक्ष्य ईक्ष्यताम्, अतः वियोगः ईक्ष्यताम् वीक्ष्यताम् इति भवति. सैनिकैः सैनिकैः युद्धक्षेत्रः वीक्ष्यताम्. युद्धक्षेत्रमेव, युद्धक्षेत्रमेव, क्षमतां, क्षेत्रं, सैनिकैः युद्धक्षेत्रं वीक्ष्यताम्. वीक्ष्यताम्, समीचीनं भगिनि. अस्तु, अग्रे. सर्वे मनः अभ्यासेन गृह्णन्तु. अस्तु, तत्र सर्वे सर्व इति सर्वैः, मनः इति तत्र कर्मपदं, मनः एव मनस् मनः इत्यस्य मनस् इति प्रातिपदिकं, मनः मनसि मनांसि, मनः मनसि मनांसि. सर्वैः मनः अभ्यासेन गृह्णन्तु, तत्र मनः गृह्णन्तु, अतः तत्र सर्वैः मनः अभ्यासेन तत्र ग्रहधातुः अतः ग्रह्यतां भवति वा महोदय? तत्र सम्प्रसारणं भूत्वा गृह भवति, गृह इति ग्रहयोगः य ग्रह्यतां, ग्रह्य न ग्रह्यतां नास्ति, तत्र तु परस्मैपदी, परस्मैपदी अस्ति चेत् तत्र ग्रह्यतात् इति भवति वा महोदय? तत्र गृह्णन्तु, तत्र किमस्ति ददातु गृह्णन्तु, हा तत्र कस्मिन् गृ धातुः, किन्तु कस्मिन् लोट्ल ग्रह्यतां, ग्रह्यतामेव भवति महोदय तत्र, तत्र ग्रहणे, ग्रहणे एव अस्ति खलु, ग्रहणे एव, हा एतत्तु तत्र कस्मिन् भूवादिगणे एव अस्ति वा न खलु? एत क्रयादिगणे अस्ति महोदय, नकारः आगच्छति गृह्णातु इति, क्रयादिगणे तत्र सकर्मकधातुः एव, अतः तत्र गृह्णन्तु इति दत्तं, ग्रह्य ग्रह्यताम् इति भवति, ग्रह्यतां वा, ग्रह्यताम् इति, अस्तु भगिनि समीचीनम् अस्तु, ग्रह्यताम् अथवा ग्रह्यतां न महोदय, तत्र सम्प्रसारणम् अस्मिन् सन्दर्भे न भवति, ग्रह्यतां योगः य ग्रह्यति मूलरूपं, सम्प्रसारणं कानिच के कानिचन रूपेषु एव भवति, तत्र सर्वत्र न भवति, कर्तरिप्रयोगे लोट्लकारे गृह्णीतात् गृह्णीतां गृह्णन्तु इति भवति, तत्र ऋकारः आगच्छति, किन्तु कर्मणि भावे प्रयोगे यदा यकारः योजयामः तत्र सम्प्रसारणं न भवति, सर्वैः मनः अभ्यासेन ग्रह्यतां, ग्रह्यतां सर्वैः मनः इति पदस्य लिङ्गं किम्? मनः मनस् इति नपुंसकलिङ्गं महोदय, अतः नपुंसकलिङ्गम्, अतः रूपं समानम्, समानं समीचीनं, तत्र एक प्रथमविभक्तौ अपि मनः एव अस्ति, मनः मनसि मनांसि इति, अतः तत्र सर्वैः मनः अभ्यासेन ग्रह्यताम्, समीचीनं भगिनि, यूयं स्वधर्मं चरत, तत्र तु चरत इति तत्र परस्मैपदी अस्ति, यूयं तत्र युष्माभिः भवति, स्वधर्मं स्वधर्मः चरतां, चर् धातुः चर्यतां भवति, चर्यतां भवति, समीचीनं, यूयं युष्माभिः स्वधर्मः चर्यतां, चर्यतां, समीचीनं भगिनि, अस्तु अग्रे, धन्यवादः भगिनि, अग्रे नरेश महोदय, सर्वे धृतिं विन्दन्तु, अत्र तु सर्वैः धृतिं धृति धृति विन्द विन्द्यतां, तत्र विद् धातुः अस्ति महोदय, विद् विद्यधातुः, तत्र धातुः नास्ति, धातुः विद् अस्ति तत्र, किन्तु रूपे तत्र कर्म क्रियापदे विन्दति इति भवति, किन्तु धातुः विद् इति धातुः अस्ति, अतः तत्र विद् विद्यत विद्यताम् इति, सर्वैः धृति धृतिः धृतिः विद्यताम्, हा धृतिः इति स्त्रीलिङ्गे एव इति मन्ये खलु तत्र, धृतिः इति तत्र चिन्तयामि, तत्र तु तत्र स्त्रीलिङ्गे एव अस्ति इति मन्ये खलु, अहं चिन्तयामि स्त्रीलिङ्ग अस्ति स्त्रीलिङ्ग अस्ति अतः तत्र धृतिः इति भवति सर्वैः धृतिः विद्यताम् विद्यताम् अस्तु अग्रे अर्जुन त्वं मयि मृतः पश्य मरुतः पश्य अर्जुन तु सम्बोधना अस्ति त्वया मयि मयि मयि मरु मरुतः मरुतः किं पदमस्ति मरुतः दृश्यतां तु दृश्यताम् इति एव भवति तत्र मरुतः तत्र सकारान्तपदं वा तत्र किम् अस्ति मरुतः मरुत् इति अस्ति मरुत् इति अस्ति किन्तु सुहृत् परन्तु अत्र तु द्वितीयविभक्ति अस्ति मरुतः मरुतः द्वितीय विभक्ति बहुवचना अस्ति प्रथमाविभक्ति अपि च मरुतः अस्ति समीचीनं महोदय त्वया सुहृदौ सुहृदः सुहृदं सुहृदौ सुहृदः त्वया मयि मरुतः दृश्यन्ताम् दृश्यन्ताम् इति समीचीनं महोदय समीचीनम् एकवचने कर्मपदम् एकवचने न किन्तु बहुवचने बहुवचने अस्ति अस्तु समीचीनं महोदय धन्यवादः अग्रे ज्ञानवान् तं प्रपद्यताम् ज्ञानवान् ज्ञानवान् तृतीयविभक्ति ज्ञान वानेन प्रातिपदिकं किम् इति चिन्तनीयमस्ति अत्र भगवान् इति पदस्य प्रातिपदिकं किम् अस्ति भगवान् भगवत् अस्ति भवान् शब्दस्य प्रातिपदिकं भवान् शब्दस्य प्रातिपदिकं भवत् भवत् ज्ञानवान् इति पदस्य प्रातिपदिकं ज्ञानवत् तृतीयविभक्ति ज्ञानवता ज्ञानवता ज्ञानवता भगवान् प्रथमाविभक्ति तु भगवान् प्रपद्यतां तत्र प्रपद्यताम् इति तत्र तदेव तिष्ठति महोदय तत्र प्रपद्यतां तत्र पद् योगः यकारः तत्रैव अस्ति अत्र तत्र एतद् दृष्टवन्तः पूर्वं तत्र कस्मिन् गणे भवति तत् पद्यताम् इति दृष्टवन्तः खलु तत्र वयम् अस्तु तु अत्र तु यकार अस्ति यकारस्य तत्र आदेशेन तत्र किमपि न भवति तत्र दिवादिगणे दिवादिगणे पद् धातुः पद्यते पद्येते पद्यन्ते इति अस्ति पद्यताम् इति अपि भावे कर्मणि प्रयोगे अपि तत्र दिवादिगणे तत्र दिवादिगणे यकारः एव तत्र विकरणप्रत्ययः अत्र अतः तत्र परिवर्तनं न भवति अतः सम्पूर्णवाक्यं पुनः एकवारं वदतु महोदय ज्ञानवता भगवान् प्रपद्यताम् प्रपद्यताम् इति भवति समीचीनं महोदय अग्रेपि श्रद्धावन्तः ज्ञानं लभन्ताम् श्रद्धावन्तः तु बहुवचने अस्ति श्रद्धावत् तस्य तृतीयविभक्ति बहुवचनं श्रद्धा तत्र भवत् शब्दस्य तृतीया बहुवचनं किं भवद्भिः अत्र तु षड् श्रद्धा किं भवति भीः श्रद्धावद्भिः श्रद्धावद् श्रद्धावद्भिः तत्र भद्भिः श्रद्धावद्भिः वद्भिः श्रद्धावद्भिः ज्ञानं तत्र नपुंसकलिङ्ग अस्ति ज्ञानं लभ्यताम् लभ्यताम् इति समीचीनं महोदय तदेव अस्ति समीचीनम् अस्तु अग्रे सूर्यकुमारी भगिनी महोदय त्वं मम प्रकृतिं विधि मजुं पुरुष अस्ति त्वया मम प्रकृतिं विद्यते विद्यतां क्षम्यतां प्रकृतिं विद्यतां हा विद्यतां तत्र विद् धातुः त्वया मम त्वया मम प्रकृतिं न न न त्वया प्रकृतिं प्रकृतिः मम प्रकृतिः विद्यताम् हा विद्यतां त्वया मम प्रकृतिः विद्यताम् अस्तु अग्रे युवां सत्यं वदतां युवाम् उत्तमपुरुष मया बहुवचनमस्ति अस्माभिः किमर्थम् अस्माभिः युवाम् इति अस्ति ओ युवा अहं ओ त्वं युवां मध्यमपुरुषद्विवचनं युवां युष्मभ्यां सत्यं वदतां वदतु इति किं कृतं वदतु इति तस्य रूपाणि दृष्टवन्तः खलु उद्यतां न न उद्यतां उद्यताम् उद्यताम् उद्यताम् समीचीनम् अतः युष्मभ्यं तत्र किमासीत् युष्म तृतीयद्विवचनं युवां तृतीयविभक्ति किमस्ति युवां युष्मभ्यं युष्मभ्यं रे युवाम् इति युष्मभ्यं सत्यं अग्रे महोदय अस्तु अग्रे करोतु भगिनि तत्र महोदय अत्र तु युवाभ्यां युवाभ्यां युवाभ्यां युष्मभ्यं नास्ति वा युष्म युवाभ्याम् अस्ति युवाभ्यां युवाभ्याम् अस्तु युवाभ्यां युवाभ्यां क्षम्यतां धन्यवादः महोदय युवाभ्यां सत्यम् उद्य सत्यम् उद्यताम् उद्यताम् अस्तु समीचीनं भगिनि हा युवाभ्याम् अस्तु अग्रे भवन्तः गीतां शृण्वन्तु भवद्भिः गीता गीता श्रूयतां श्रूयताम् अग्रे भवती भ्रातॄन् उपदिशतु भवत्या भ्रातृभिः पुनः एकवारं वदतु भगिनि. भ्रातॄन् भवती स्थाने किं भवति? न न भवती स्थाने किं भवति? भ्रातृ न न भगिनि भवती भवती इति स्थाने भवती इति पदस्य रूपं किं कर्मणि प्रयोगे? भवत्या. समीचीनम् अस्तु. भ्रातरः तत्र भ्राता भ्रातारौ भ्रातारः पिता पितरौ पितरः उप कर्ता कर्तारौ कर्तारः इति अस्ति. तत्र भेदः कः? न भेदः कः किन्तु कदा भ्रातरः किं समीचीनमस्ति? भ्रातरः वा भ्रातारः वा? मातरः भ्रातरः. किमर्थं? यत्र यत्र सम्बन्धः अस्ति तत्र ऋकारान्तपदं सम्बन्धः अस्ति चेत् पिता शब्दवत् अथवा माता शब्दवत्, यत्र सम्बन्धः नास्ति तत्र कर्ता शब्दवत् खलु? दातारः भवति वा कर्तारः? न पिता इति शब्दस्य रूपाणि वदतु. पिता पितरौ पितरः अथ भ्राता तृच् प्रत्यय अस्ति चेत् भ्राता भ्रातारौ कर्ता कर्तारौ कर्तारः. भगिनि तत्र कर्तारः इति नास्ति, कर्ता इति तत्र सम्बन्धः अस्ति वा? सम्बन्धः नाम कुटुम्बसम्बन्धः अस्ति वा? ओ कापच्यम् आम् न कुटुम्बसम्बन्धः अस्ति चेत् तत्र साक्षात् कुटुम्बसम्बन्धः अस्ति चेत् पिता शब्दवत् भ्रातरः. भ्रातरः भवत्या भ्रातरः भवत्या भ्रातरः भवत्या भवत्या भ्रातरः उप तत्र दिश्यतां तत्र किं भवति? दिश्यतां दिश्यन्तां दिश्यन्तां दिशतु तत्र उपदिशतु तत्र धातुः कः तत्र? दिश् धातुः दिश् धातुः दिश्यन्ताम्. तत्र भगिनि तत्र प्रायशः तत्र किञ्चित् परिवर्तितम् अस्ति इति मन्ये तत्र दिश् धातुः धातुः तु दिश् एव अस्ति, विशिष्टरूपम् अस्ति इति मन्ये तत्र. अत्र कः दिशतु उपदिशतु उपदिशतु इन्स्ट्रक्ट् इति खलु भ्रातृ उपदिशतु उपदिश्यन्ताम् इति एव अस्ति वा? उपदिश्यन्ताम् दिश् धातुः तत्र अस्तु. दिश् इति एव धातुः अस्ति किन्तु तत्र अस्तु दिश्यन्ताम् इति एव मन्ये भगिनि. महोदय तत्र किमर्थं पी पकारः आगच्छति भावकर्मणोः लोट्लकारे आत्मनेपदी दिश् धातोः पिष्यताम् इति अस्ति? न जानामि भगिनि. तत्र अष्टाध्यायी डाट् काम् मध्ये अस्ति महोदय. तत्र कर्तरि तु दिशति दिशति एव किल महोदय? दिशतः दिशन्ति दिशते दिशेते दिशन्ते. यदा भावकर्मणि प्रयोगे भवति तत्र लट्लकारः तु पिष्यते पिष्यते पिष्यन्ते इति दत्तं. अपि च भावकर्मणि लोट्लकारे पिष्यतां पिष्यतां पिष्यन्ताम् इति दत्तं महोदय. न जानामि भगिनि इदानीं तत्र किं तत्र हेग्डे महोदयस्य पुस्तकं द्रष्टव्यमस्ति. आम् अत्र उपदिश्यन्ताम् अस्ति इति एव अहं चिन्तयामि महोदय. किन्तु तत्र दिश् इति धातुः तत्र किन्तु यकारस्य योजने दिश्यन्ताम् इति प्रायशः अस्ति. किन्तु पुनः तत्र यदि तत्र अस्तु एतदपि पृच्छामि तत्र किमर्थं पकारः किं रूपम् आसीत् भगिनि तत्र पकारः पकारः तत्र भावकर्मणोः लोट् लकारे आत्मनेपदी रूपं तुदादिगणीयधातुः महोदय तुदादिगणीय सकर्मकधातुः पिष्यताम् इति दत्तं महोदय. तत्र प्रक्रियां प्रक्रिया न दृश्यते किन्तु अत्र दिशा इति जनार्दनस्य महोदयस्य पुस्तके अस्ति तत्र तु एतादृश किं भावकर्मणि प्रयोगः न दत्तम् इति मन्ये. अस्तु अस्तु भगिनि अत्र किन्तु किन्तु तत्र पकारः तत्र दिश्यताम् इति नास्ति किमपि अन्यत् अस्ति पकारः अत्र अस्ति. अस्तु पृच्छामः पृष्ट्वा वदामि भगिनि. हा अस्तु महोदय अहमपि न जानामि तत्र किमर्थं तद्रूपं भवेत् इति. अस्तु तत्र सूर्यकुमारी भगिनी अन्तिमं करोतु तदनन्तरम् यूयं विश्वमार्यं विश्वमार्यं कुरुत्वं बहुवचनमस्ति मध्यमपुरुषः विश्वमार्यं अर्थं कः यूयम् इति पुनः किम् अस्ति तत्र यूयम् इति स्थाने यूयम् इति स्थाने युष्माभिः विश्वमार्यं अहं न जानामि विश्वमार्यं विश्वमार्यं विश्वमार्यं तत्र किं भवति तत्र विश्वमार्यं प्रायशः नपुं पुल्लिङ्ग इति अस्ति चेत् किम् इति वदतु भगिनि. नपुंसकलिङ्गे अस्ति चेत् किम् इति वदतु. क्रियताम् क्रियतामेव क्रियताम् क्रियताम् युष्माभिः विश्वमार्यः क्रियतां पुल्लिङ्गे अस्ति चेत् अथवा नपुंसकलिङ्गे अस्ति चेत् युष्माभिः विश्वमार्यं विश्वमार्यं विश्वमार्यं विश्वमार्यं न जानामि न जानामि भगिनि. किन्तु तत्र विश्वमार्यम् इति एकमेव पदम् इति स्वीकृत्य वदतु तत्र पुल्लिङ्गे अस्ति चेत् रूपं किम् नपुंसकलिङ्गे अस्ति चेत् रूपं किम् इति वदतु. क्रियताम् इति भवति. अस्तु समीचीनं भगिनि. हा तत्र द्रष्टव्यमस्ति तत्र अर्थः कः इति न जानामि. हा अस्तु अग्रे गीताञ्जलि भगिनि. आं महोदय इत्युक्ते चतुर्थ अभ्यासः सत्यं भगिनि. एतानि वाक्यानि भावे परिवर्तयत. अस्तु अस्तु भावे अस्ति. उदाहरणं त्वं मन्मनाः भव त्वं मन्मनाः भव. अस्तु त्वया मन्मनसा भूयताम् तत्र एकवचने अस्ति तत्र प्रायशः तत्र सकारान्तपदम् अस्ति इति मन्ये अतः तत्र मन्मनसा. ओ सकारान्त एकवचनरूपं मन्मनाः वा. एतादृशं पदं पूर्वं दृष्टवन्तः खलु भगिनि तत्र. अस्तु तत्र किं पुनपुंसकलिङ्गं तत्र अत्र नपुंसकलिङ्गः इति न, किन्तु तत्र सकारान्तपदम् इति स्वीकुर्मः. अस्तु सकारान्त मन्मनस् मन्मनाः इति किमपि आसीत् खलु महोदय, मूढचेतसाः इति एकवचने मूढचेतस् इति, मूढचेतस् इति, किन्तु मूढचेताः इति एकवचने आसीत् खलु, मूढचेताः इति आसीत्. सकारः अपि अप्सराः, अप्सरस् समीचीनं, तत्र करपत्रे अस्ति अप्सरस् इति खलु, अतः तत्र तृतीयविभक्तिरूपं मन्मनाः इति पदस्य तृतीयविभक्त्यन्तं मन्मनसा, त्वया मन्मनसा भूयताम्. अस्तु जगत् जगत् विपरिवर्तताम्, जगत् विपरिवर्तताम्. अस्तु जगत् जगत् जगता भवति इति मन्ये महोदय, जगता वि तु उपसर्ग, परि अपि उपसर्ग, वृत् धातु विपरिवृत्यताम् इति वा, विपरिवृत्यताम् वृत्यताम् इति एव भवति इति मन्ये भगिनि, परिवृत्यताम्, परिवृत्यताम् जगता, जगत् इति स्थाने जगता, तकारान्तपदं जगता, जगता विपरि विपरिवृत्यताम्, विपरिवृत्यताम् सर्वदा एकवचने प्रथमपुरुषे, एकमेव, समीचीनम्. योगी योगी न मुह्यतु, सोरि नो न एकं, योगी न मुह्यतु, योगी तु योगिना वा, योगिना सत्यं भगिनि, योगिना न मुह्यतु, मुह्यतां वा, मुह्यता योगिना मुह्यताम्, योगी न मुह्यताम्, योगिना न मुह्य, योगिना सत्यं, योगिना न, तत्र योगिना इति दीर्घः भवति इति किञ्चित् तत्र द्रष्टव्यम् अस्ति, योगिना न मुह्यताम्, योगिना न मुह्यताम्, समीचीनं भगिनि, अस्तु अग्रे. तदनन्तरं कोऽपि अशुचौ नरके न पततु, कोऽपि अशुचौ नरके न पततु, अशुचौ तु सप्तमी, नरके सप्तमी, कोऽपि तु अव्यया. अस्तु इत्युक्ते कोऽपि कः अपि केनापि केनापि अशुचौ नरके न पत् धातु पत्यताम्, पत्यताम् केनापि अशुचौ नरके न पत्यताम्, तत्र अशुचौ नरके इति सप्तमी अस्ति, तत्र सप्तमीविभक्त्यन्तम् अस्ति, प्रथमाविभक्त्यन्तं रूपं किम्, अशुचिः, अशुचिम्, अशुचिम् प्रथमाविभक्ति नरकः, नरकः सत्यं भगिनि, नरकः इति तत्र पुल्लिङ्गपदम्, अशुचिः नरकः, अशुचिः नरकः, अशुचिः नरकः, हरि अथवा कविशब्दवत् कविः पदस्य सप्तमी कवौ, हरौ कवौ, अतः अशुचौ, अशुचौ, अशुचौ नरके न पत्यतां, केनापि न पत्यतां, अस्तु धन्यवादः. अस्तु अग्रे तत्र शुभ भगिनी अग्रे. आम् महोदय, कदापि अधर्मः न अभिवर्धताम्, कदा कदा इति तु अव्ययपदमस्ति, कदापि अधर्मेण न अभिवर्धिति धातुः अभिवर्ध्यताम् इति भवति महोदय, अभिवर्ध्यताम् इति वा? अस्तु, न दृष्टवती महोदय, तत्र वर्ध् इति धातुः वृद्ध् वृद्ध् इति धातु वृद्ध् क्षमतां, तत्र गुणः न भवति, वृद्ध् इति धातुः क्षमतां, वृद्धयोगः वृद्ध्यताम्, अभिवृद्ध्यताम्, अभिवृद्ध्यताम्, कदापि अधर्मेण न अभिवृद्ध्यताम्, अभिवृद्ध्यतां, समीचीनं भगिनि, सर्वे ज्ञानवर्धनाय अधर्मेण वा अधर्मेण वर्णत्वं भवति वा? अधर् आम् पकार पवर्गीय अधर्णत्वम् अस्ति, भवति निषेधः न भवति, भवति अधर्मेण न अभिवृद्ध्यताम्, अभिवृद्ध्यतां, समीचीनं भगिनि, सर्वे ज्ञानवर्धनाय प्रयतन्ताम्, सर्वे सर्वैः ज्ञानवर्धनाय, तत्र चतुर्थीविभक्तौ ज्ञानवर्धनाय प्रयतन्ताम् इति अस्ति, यत् इति धातुः यत् प्रयत्यताम्, प्रयत्यताम्, प्रयत्यताम्, सर्वैः ज्ञानवर्धनाय प्रयत्यताम्, समीचीनं भगिनि, भवन्तः स्वधर्माचरणे रमन्ताम्, तत्र भवन्तः भवद्भिः स्वधर्माचरणे स्वधर्माचरणेन रम्यताम्, इति धातुः रम्यताम् इति भवति, भवद्भिः स्वधर्माचरणेन रम्यताम्, स्वधर्माचरणेन इति केवलं कस्मिन् विषये? स्वधर्माचरणे एव तत् तिष्ठति खलु, केवलं कर्म कर्तृपदस्य एव सप्तमी अस्ति तत्र, धातु द्वितीय द्वितीयः अस्ति चेत् प्रथमः भवति, तत्र यत् यथा ज्ञानवर्धनाय चतुर्थी अस्ति इति कृत्वा तिष्ठति, तत्रापि सप्तमी अस्ति, यथा अशुचौ नरके इति, तत्र तु भवद्भिः भवद्भिः तत्र परिवर्तनम् अभवत् वा महोदय? केवलं कर्तृपदस्य कर्मपदस्य एव अस्तु, भवद्भिः स्वधर्माचरणे रम्यताम्, तत्र सम्यक् भवति, समीचीनं, इदानीं समीचीनम् अस्तु, तत्र वाक्यत्रयमेव अस्ति, तत् कृत्वा तत्र विरमामः, तत्र नरेश महोदय, महोदय, कस्यापि कर्मणि शक्तिः न जायताम्, तत्र कर्मणि इति तत्र विभक्ति का महोदय? सप्तमी विभक्ति, अत्र तु परिवर्तनं केवलं जायताम्, न कर्तृपदम् अस्ति, किम् अस्ति कर्तृपदम्? कस्यापि न, तद् नास्ति, कस्य इति षष्टिः, शक्तिः, किं न जायतम् अथवा का न जायतं? शक्तिः न जायताम्, शक्तिः न जायताम्, शक्तिः प्रायशः मतिशब्दः इति चिन्तया शक्त्या अस्ति, तत् शक्त्या न जायताम्, तत्र किं भवति, तत्र जायतं, तत्र तिष्ठति, ज्ञायतां, तिष्ठति, ज्ञायतां, तत्र पूर्वं दत्तमासीत् खलु एतत् रूपं, परन्तु तत्तु जानाति, अत्र जायतां, जायते जन् धातु महोदय, जन् धातु ज्ञायतां तु नास्ति, जन्यताम् इति किमपि अस्ति, तत्र दृष्टवन्तः, तत्र कुत्र आसीत् एतत् जन्दतु इति दत्तमासीत्, अद्य तु न दृष्टवन्तः, ज्ञायतां महोदय, अन्तिमभागे दत्तं उत्तराणि दत्तानि तत्र दत्तं, एकनिमिष, न फोर् फोर् क्षम्यतां महोदय, एट् अस्तु, कस्यापि कर्मणि त्या न जायतां, तिष्ठति एव महोदय, जायतां जायताम्। किन्तु तत्र भगिनी रूपद्वयं भावकर्मणि लोट्लकारे जन् धातोः जन्यतां जायतां रूप द्वे अपि सन्ति। ओ, रूपद्वयम् अस्ति, अस्तु अस्तु महोदय। अतः अतः समीचीनम्, अस्तु। यतोहि पूर्वं तत्र जन्यतम् इति दत्तमासीत् पूर्वं पुस्तके, किन्तु जायतमपि अस्ति, समीचीनम्, अस्तु। जन्यतां जायताम्, अतः पुनः एकवारं सम्पूर्ण कस्यापि कर्मणि न जन्यताम् अथवा जायताम्। हा, समीचीनं महोदय, अस्तु। अग्रे वयं देशहिताय यतामहै, वयम् अस्माभिः देशहिताय यतामहि, यत्यताम्। यत्यतामेव, यतोहि भाविप्रयोगः, यत्यताम्। संस्कृतिप्रवाहकं संस्कृतं विराजताम्। संस्कृतिप्रवाहकं संस्कृतिं विराजताम्। संस्कृतं केवलं विराजतां परिवर्तनं भवति, विराजताम् इति स्थाने तत्र अस्तु, तत्र वदतु, तत्र तत्र विराजताम् इति स्थाने किं भवति? न जानामि, विराजताम्, विराजताम्। हा, तत्र प्रेशर् विराजताम्, हा तद् भवति इति चिन्तयामि, किन्तु तत्र राज् इति धातुः विराजतां, राज्यताम् इति प्रायशः, किन्तु संस्कृतं किं भवति? संस्कृतं भाविप्रयोगे नियमः कः तत्र? संस्कृतः, संस्कृतेन, संस्कृतेन तृतीय कर्तृपदस्य तृतीया खलु, संस्कृति संस्कृतम् अस्ति, संस्कृतं संस्कृतेन, संस्कृतेन विराज्यताम्। अपि तत्र संस्कृतिप्रवाहकं तद् विशेषणमस्ति, संस्कृतं प्रवाहकेन, संस्कृतिप्रवाहकेन संस्कृतेन विराज्यताम् इति अस्ति महोदय। समीचीनम्, अस्तु, इदानीं समयः अपि जातः, अस्तु। किन्तु तत्र अभ्यासद्वयं कृतवन्तः, अपि तत्र किम् एकं समीहताम् इति एकम् आसीत्, तदनन्तरम् उपदिशतु इति तत्र तदपि आसीत्, अपि विश्वमार्यं किम् इति तत्र, अतः तत्र पदत्रयमस्ति, पदत्रयस्य अन्वेषणं करणीयमस्ति, अस्तु। अग्रिमवर्गे तद् तस्मिन् विषये चर्चयामः, अस्तु। तर्हि तत्र शुभ भगिनी, तत्र अन्ते भवती शान्तिमन्त्रं वदति वा भगिनी? आं महोदय, वदामि। सर्वे भवन्तु सुखिनः, सर्वे भवन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्। ॐ शान्ति शान्ति शान्तिः, हरिः ॐ, श्रीगुरुभ्यो नमः, हरिः ॐ। नमस्कारः महोदय, धन्यवादः।